पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायम् 81 पार्वत्युवाच गङ्गायाश्चैव माहात्म्यं पुनर्वद महामदे यच्छ्रुत्वा मुनयः सर्वे वीदरागाः पुनः पुनः माहात्म्यं कीदृश्यं चैव तस्या सर्वेश्वरप्रभो उत्पत्तिश्च श्रुता पूर्वं महिमानश्रुतो मया त्वमाद्यः सर्वभूतानां त्वं देवश्च सनातनः महादेव उवाच बृहस्पतिसमं बुद्ध्या शक्रतुल्यपराक्रमं शरतल्पगदं भीक्ष्मम् ऋषयो द्रष्टुमाययुः अत्रिर्वसिष्ठश्च भृगुः पुलस्त्यः पुलः क्रदुः अङ्गिराव गौतमोऽगस्त्यः सुमदिस्त्वा पुरात्मवान् विश्वामित्रस्थूलशिराः सर्वज्ञः प्रमथाधिपः रैभ्यो बृहस्पतिर्व्यासः पावनकश्यपो ध्रुवः दुर्वासाजमदग्निश्च मार्कण्डेयोधगालवः उशनाथ भरद्वाज क्रदुरास्तीक एव च स्थूलाक्षः सर्वलोकाक्षः कण्वो मेधातिथिक्कुशः नारदपर्वतश्चैव सुधन्वाच्यवनोद्विजः मधिभूर्भुवनो धौम्यशदानन्दो कृतव्रणः जामदग्न्योधरामश्च ऋचीकश्चैव मादयः तान् प्रणम्य यथा न्यायं धर्मपुत्रः सहानुजः पूजयामास विधिवत् जगत्पूज्यांस्तु तेजसः ते पूजिता महामानः सुखासीनास्तपोधनाः भीष्माश्रिता कथाश्चक्रोर्दिव्यधर्माश्रितास्तथा कान्ते तु ततस्तेषां ऋषीणां भावितात्मनां प्रणम्य शिरसा भीष्मं पप्रच्छेदं युधिष्ठिरः युधिष्ठिर उवाच के देशास्तु महापुण्या के शैला केऽपि चाश्रमाः सेव्या धर्मार्थिभिर्नित्यं तन्मे ब्रूहि पितामह भीष्म उवाच अत्रैवोदाहरं तीममिदिहासं नरोत्तम शिलोञ्च वृत्ते संवादं सिद्धस्य च युधिष्ठिर कश्चित् सिद्धपरिक्रम्य समस्तां पृथिवीमिमां पुञ्चवृत्ते शिवे राजन् गृहं प्राप्तो महात्मनः आत्मविद्यासु तत्त्वज्ञः सर्वदा स जितेन्द्रियः रागद्वेषपरित्यक्तकुशली ज्ञानकर्मसु वैष्णवेषु सदा श्रेष्ठो विष्णुधर्मपरायणः अनिन्दको वैष्णवानां सदा धर्मपरायणः योगाभ्यासरतो नित्यं शङ्खचक्रविधारकः त्रिकालपूजा तत्त्वज्ञश्रीकण्ठे नुरतः सदा वेदविद्यासु विदुषो धर्माधर्मविचारकः वेदपाठव्रतो नित्यं नित्यं चादिधिपूजकः सतीर्थमधियुक्तस्तु शिलोञ्चेषु स्थितः सदा चतुर्वेदेषु यद्ध्यानं गीतं यद्यत् स्वयम्भुव तत्सर्वं स च जानाति द्विजो विष्णुस्वरूपदृक् नानाधर्मार्थविशदो ह्यव्ययेष्टमदिः सदा एकस्मिन्नेव काले तु गतोऽसौ वै शिबेर्गृहं तं दृष्ट्वा विधिवच्चैव कृत्वा तिभ्यं महामनाः शिबिशं पृच्छयामास देशानां हितकारणम् उञ्च वृत्तिरुवाच के देशा के जनपदा के शैला केऽपि चाश्रमाः पुण्याद्विजवरप्रीत्या मह्यं निर्देष्टुमर्हसि सिद्ध उवाच ते देशास्ते जनपदास्ते शैलास्तेऽपि चाश्रमाः पुण्यास्त्रिपथगा येषां मध्ये नित्यं सरिद्वरा तपसा ब्रह्मचर्येण यज्ञैस्त्यागेन वा पुनः गतिं तां न लभे जन्तुर्गङ्गां संसेव्य यां लभेद स्नातानां तत्र पयसि गाङ्गेये नियदात्मनां तुष्टिर्भवति या पुंसां न सा क्रतुशतैरपि अपकृत्य तमस्तीव्रं यथा भात्युदये रविः तथापकृत्य पाप्मानं भाति गङ्गाजलाप्लुदः अग्निं प्राप्य यथा विप्रतूलराशिर्विनश्यति तथा गङ्गावगाहश्च सर्वं पापं व्यपोहति यस्तु सूर्यांशु संतप्तं गाङ्गेयं सलिलं पिबेद स गोनीहारनिर्मुक्तपावकाद्धिविशिष्यते चन्द्रायणसहस्रं तु पादेनैकेन यः पुमान् सम्प्लुतश्चापि गङ्गायां यो नरः स विशिष्यते लम्बे दधशिरायस्तु वर्षाणामयुधं नरः मासमेकं तु गङ्गाम्भः सेवते यो नरोत्तमः ब्रह्महत्या विनिर्मुक्तो यादि विष्णोरनामयम् इयं वेणी समापुण्या पवित्रा पापनाशिनी यस्या स्मरणमात्रेण बालकामुच्यते क्षणाद् स प्रयागस्तीर्थराजो वैष्णवानां हि दुर्लभः स्नात्वा यत्र नरश्रेष्ठ वैकुण्ठे सत्वरं व्रजेत प्रिया प्रिये न जानाति धर्माधर्मौ न विन्दति स्नात्वा चैव तु गङ्गायां महापापात् प्रमुच्यते गङ्गा गङ्गेदि यो ब्रूयाद्योजनानां शतैरपि मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ब्रह्मः चैव गोघ्नो वा सुरापि बालखादकः मुच्यते सर्वपापेभ्यो दिवं यादिजसत्वरं दर्शनं माधवस्याध वरस्य दर्शनं तथा वेण्यां स्नानं प्रकुर्वाणो वैकुण्ठं प्रतिगच्छति उदिते च यथा सूर्ये विलयं यादि वै तमः तथैव तस्यां पापानि नश्यन्ति स्नानमात्रतः गङ्गाद्वारे कुशावर्ते गल्लिके नीलपर्वते स्नात्वा कनखले तीर्थे पुनर्जन्मन विद्यते एवं ज्ञात्वा नरश्रेष्ठो गङ्गास्नायी पुनः पुनः स्नानमात्रेण भो राजन्मुच्यते किल्विषाददः देवानां प्रवरो विष्णुर्यज्ञानां चाश्वमेधकः अश्वद्ध सर्ववृक्षाणां नदी भागीरथी सदा इति श्रीपाद्मे महापुराणे उत्तरखण्डे उमापदिनारदसंवादे गङ्गामाहात्म्यं नामैकाशीतितमोऽध्यायः ॐ